गुरुमल् नमस्कारः। ॐ श्री गणेशाय नमः। ॐ श्री सरस्वत्यै नमः। ॐ श्री गुरुभ्यो नमः। इदानीं त्रिमुनि वन्दना। येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन दौता गिरः पुंसां विमलैः शब्दवारिभिः तमच्च ज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। अत्र इदानीम् इतःपर्यन्तं वयं किं किं कृतवन्तः इत्युक्ते, अत्र अधिप्रदृतिभ्यः अधिप्रभृतिभ्यः शपः, अत्र द्वितीयगणं शपः लुक् भवति, लोपः भवति। जुहोत्यादिभ्यः श्लु, जुहोत्यादिभ्यः श्लु शपः, तत्रापि लोपः भवति। दिवादिभ्यः शन्, अत्र यकारः तिष्ठति आकृतिः। स्वादिभ्यः स्नु, नकारः नु इति ओकारः भवति, नु इति। सुदादिभ्यः शः, अकारः एव तिष्ठति। रुदादिभ्यः श्नम्, नकारः। अनन्तरं तनादिकृञ्जिभ्यः उः, उकारः। क्रयादिभ्यः श्ना, सार्वधातुक आर्धधातुकलकारः कर्तरि शप् इत्यनेन। अनन्तरं तिङ्क्षित् सार्वधातुकम् इत्यनेन अष्टादश तिङ् प्रत्ययः भवन्ति। अनन्तरं तिङ्क्षित् सार्वधातुकं यत्र यत्र तिङ् अस्ति, षित् अस्ति, सार्वधातुकम् इत्यनेन भवति। अर्धधातुकं शेषः, यत्र तिङ् नास्ति, षित् नास्ति, शेषः भवति। लिट् च अत्र द्वित्वं भवति। लिङ्गाशिषि, लिङ् आशिषि, विधिलिङ् आशिषि इति भवति अत्र। अनन्तरं शतासि लृलुटोः, लृ लुटोः, लुट् भविता, भवितारौ, भवितारः इति भवति। अनन्तरं श्यतासि भविष्यति, गमिष्यति, तत्र सर्वत्र स्या इति प्रत्ययं श्रूयते। श्राय् स्या स्यः इति प्रत्ययं श्रूयते। लृट् लुङ् मध्ये स्या, लुट् मध्ये तास्, तास् एव भविता, भवितारौ तादृशं भवति। श्रीलुङ्गि, अत्रापि श्रीप्रत्यये परश्च लुङ् धातोः, लुङ् श्ली प्रत्ययं भवति अत्र। यथा लृट् लकारः पूर्वमेव दृष्टवन्तः, यतासि लृलुटोः इत्यनेन अत्र कार्यं भवति। आप् योगः स्या योगः तिप् योजनेन आप्स्यति इति अन्तिमरूपं मेलनं। अनन्तरम् इदानीं कार्यं साक्षात् पूर्वं परं च भवति इति किम् इति पठनीयम्। अत्र गोधमल् पठितुं शक्यते वा? गोधमल् अस्ति वा? पूर्णिमाप्रकाश् पठतु अत्र। कार्यं साक्षात् पूर्वं परं च भवति इति किम्? श्रूयते वा भगिनि? हा नमस्ते भगिनि। एवं कृत्वा तत् कुतः पठनीयं, कुतः पठनीयं भगिनि? कार्यं साक्षात् पूर्णिमाप्रकाश् कार्यं साक्षात् पूर्वं परं वा भवति इति किम्? किञ्चित् उच्चैः पठतु भगिनि, मम स्वरः सम्यक् नास्ति भगिनि, किञ्चित् क्लेशः अस्ति। अस्वस्थ अस्ति वा? आम् आम् अस्तु, एकनिमिषम्। आम् अनन्तलक्ष्मी पठितुं शक्यते वा? अनन्तलक्ष्मी अहं पठामि। कार्यं साक्षात् पूर्वं परं च भवति इति किम्? तस्मित् त्रिदिति त्रिदि तस्मिन् इति तस्मिन् इति तस्मिन् इति निर्दिष्टे निर्दिष्टे पूर्वस्य पूर्वस्य प्रथम अध्याये प्रथमपादे षट् षष्टिः सूत्रेण सप्तमिभिः सप्तमिवि भक्तिः इत्यनेन कार्यं साक्षात् पूर्वं स्यात् तस्मादि तस्मादित्युत्तरस्य पञ्चमिति भक्तिः इत्यनेन कार्यं साक्षात् परे स्यात् अत्र सप्तमी इत्युक्ते पूर्वं कार्यं परं निमित्तं भवति अनन्तरं तस्मादित् उत्तरस्य पञ्चमी विभक्तिः परे अस्ति कार्यं पूर्वं निमित्तं पूर्वं भवति तस्मिन् इति अत्र पश्यतु तस्मिन् इत्युक्ते सप्तमी विभक्ति एकवचनं खलु इति अव्ययं निर्दिष्टे एतदपि सप्तमी विभक्ति पूर्वस्य षष्टि एकवचनं यत्र अत्र सूत्रेषु सप्तमीविभक्तेः साहाय्येन यस्य शब्दस्य उल्लेखः क्रियते तस्मात् अव्यवि अव्यवहितस्य पूर्वस्य कार्यं भवति इत्युक्ते अष्टाध्याय इदं परिभाषासूत्रमस्ति तस्मिन् इति निर्दिष्टे पूर्वस्य षट् अस्ति खलु सूत्रं पूर्वमेव मया उक्तं षट् विधाः सूत्राः सन्ति के के कोऽपि वक्तुं शक्यते वा अन्तलक्ष्मी वदतु यः एव मया उक्तं खलु अत्र एकमस्ति परिभाषासूत्रम् अन्ये पञ्चविधाः सूत्राः किं किं पूर्णिमाप्रकाश गोदमाल् विधिसूत्रं नियमसूत्रं विधिनियमपरिभाषा विधिनियमपरिभाषा अधिदेश आदेशस्य वा अधिदेश आदेश परिभाषासूत्रं संज्ञासूत्रं नियमसूत्रम् अतिदेशसूत्रं षड् भवन्ति संज्ञा परिभाषा अतिदेश इति नियम लिख एतद्विषये लिखितं खलु अनन्तलक्ष्मी किमर्थं न उक्तम् मया उक्तं खलु एतत् विषये अहं लिखामि अस्ति वा अहं लिखामि परन्तु वक्तुं शक्यते वा मया अत्र ध्वनिमुद्राणि एतत् विषये प्रेषितम् एव उच्चैः वदतु न श्रुतं मया परिभाषासूत्रं विधिसूत्रं परिभाषासूत्रम् अस्ति षड्विधाः सन्ति खलु षड्विधाः सूत्रं षड्विधाः सन्ति परिभाषासूत्रं नियमसूत्रम् आदेशसूत्रम् अतिदेशसूत्रम् अतिदेशसूत्रं बाकि त्रीणि जानाति वदतु अनिल् महोदय वदतु कृते मम अत्र शुभाशयाः, अनन्तरं बहवः धन्यवादः अपि. एतत् समीचीनतया अत्र गतवर्गे भवान् एतत् अचलित्. धन्यवादः महोदय. सम्यक् अस्तु, धन्यवादः. इदानीं वदतु, षड्विधाः सूत्राः किं किम् अस्ति इति. प्रथमं संज्ञासूत्रं, द्वितीय परिभाषासूत्रं, तृतीय विधिसूत्रं, चतुर्थनियमसूत्रं, पञ्चम अतिदेशसूत्रं, षष्ठ अधिकारसूत्रम्. अधिकारसूत्रे किं किं भवति? किं किं भवति इत्युक्ते किं महोदय? अधिकारसूत्रे अत्र अनुवृत्तिसहितसूत्रम् एतत् सर्वाणि आगच्छन्ति खलु? आम्. यस्य अनुवृत्ति, यस्य अनुवृत्तिः भवति बहुषु सूत्रेषु, तत्तु अधिकारसूत्रं. प्रथमं पादे आदौ अधिकारसूत्रम् अस्ति. अधिकारसूत्रे प्रथमं वयं स्वीकुर्मः संज्ञासूत्रम्. अत्र संज्ञा नामकरणम् अत्र भवन्ति, संज्ञासूत्रम्. अनन्तरं परिभाषासूत्रं, विधिसूत्रे अत्र स्पष्टतया किं किं भवति इति परिभाषा सूचयति, सहायं करोति, साहाय्यं करोति. अत्र विधिसूत्रे गुणः, वृद्धिः वा, सम्प्रसारणं भवति वा, एतत् सर्वाणि अत्र कार्याणि सूचयन्ति. एतदेव विधिसूत्रं. नियमसूत्रं किं? नियमसूत्रं विधिसूत्रे एव द्वारा नियमसूत्रं किं किं भवति इति अत्र उक्तम्. अधिकारसूत्रम् अष्टाध्याये कार्यं कदा भवति, अनुवृत्तिसहितसूत्रं किं किं भवति इति अधिकारसूत्रं वदति. अनन्तरम् अतिदेशसूत्रमेव सन्नन्तम्. अत्र कारणं किम् इति अधिदेशसूत्रम् अत्र अत्र आरोपरूपेण भवन्ति. एतत् किञ्चित् अग्रे आगच्छति एव. अस्तु, षड्विधाः सन्ति परिभाषासूत्रम्. एतत् सर्वाणि स्वीकृत्य इदानीम् अष्टाध्याय्याः, अनिल् महोदय भवान् एव पठतु. अष्टाध्याय्याः इदं परिभाषासूत्रमस्ति. अष्टाध्याय्याः इदं परिभाषासूत्रम् अस्ति. इदम् इति किं सूचयति अत्र? इदम् अत्र तस्मिन् इति निर्दिष्टे. उत्तमं, तस्मिन् इति, तस्मिन् इति. अत्र अन्ये पदम् अत्र दृष्ट्वा न्यमुडागमः सन्ति. तस्मिन् इति निर्दिष्टे सप्तमी एकवचनं पूर्वस्य इति सूत्रम् अत्र किम् उच्यते चेत् पठतु, अग्रे पठतु. भिन्नेषु सूत्रेषु, भिन्नेषु सूत्रेषु यत्र सप्तमीविभक्तेः प्रयोगः कृतः दृश्यते, तत्र निर्दिष्टं कार्यं तस्मात् सप्तम्यन्तशब्दात् अव्यवहितस्य पूर्वस्य भवति. इत्युक्ते विना व्यवधानं पूर्वं यः शब्दः यत् वा शब्दस्वरूपं विद्यते तस्य एव एतत् कार्यं भवति इति आशयः. सप्तमीविभक्तेः एतादृशकृतः प्रयोगः एव परसप्तमी नाम्ना अपि ज्ञायते. सप्तमी क्रिय, सप्तमी अधिकृत्य अत्र विवधानं भवति. अत्र विना विवधानं किमपि कार्यं न भवति. पूर्वमेव अत्र विवधानं भवति, निमित्तं पूर्वं भवति. इत्युक्ते किं महोदय? व्यवधानम् इत्युक्ते बाधः. अत्र पश्यतु, व्यवधानम् इत्युक्ते बाधा अस्ति. व्यवधानं कि वि उपसर्गपूर्वकः अवयोगः दाधातुः युदन्तम्. आच्छादनम्, आच्छादनम् इत्युक्ते आवरणम्. आच्छादनम् इत्युक्ते अत्र हिडन् अस्ति खलु आवृतम् आवृतम् ओ व्यवधानम् अपि आवृतम् ओके व्यवधानम् अत्र पश्यतु अत्र किं किम् अत्र अस्ति वि उपसर्गपूर्वकः अवधातुः अनन्तरं दा धातोः धारणपोषणयोः इति अस्ति तत्र ल्युडन्तं स्वीकृत्य व्यवधानम् इति भवन्ति अस्तु अग्रे पठतु महोदय परन्तु इति पादस्य अर्थं सम्पूर्णतया न अवगतं महोदय तस्मिन् इति निर्दिष्टे पूर्वस्य एतत् इदानीं पठतु अत्र एतत् वाक्य एषा वाक्यस्य एतस्य वाक्यस्य अर्थः तु अवगतम् इदानीं पठतु सूत्रेषु सप्तमी विभक्ते साहाय्येन यस्य साहाय्येन सूत्रेषु सप्तमी विभक्तेः साहाय्येन यस्य शब्दस्य उल्लेखः क्रियते तस्मात् अव्यवहितस्य पूर्वस्य कार्यं भवति इत्युक्ते तस्मिन् इत्युक्ते सप्तमी एकवचनम् अत्र सप्तमी सर्वत्र पूर्वस्य एव कार्यं भवति निमित्तं परम् अस्ति एतत् कार्यं सप्तमी अतः एव एतत् परसप्तमी इति भवति परसप्तमी नाम्ना अपि ज्ञायते एतत् मनसि स्थापयतु सप्तमी विभक्तेः प्रयोगः परसप्तमी पूर्वं कार्यं भवति परन्तु परनिमित्तं भवति उदाहरणमस्ति इको यण अचि अचि सप्तमी अस्ति अचि अच पूर्वं कार्यं भवति तथैव अत्र उदाहरणरूपेण पठतु अत्र पठतु सूत्रेषु परसप्तमी प्रयोगस्य कानिचन उदाहरणानि एतानि इको यणचि षष्ठ अध्याय प्रथमपादे सप्तसप्ततिः सूत्रम् इत्यत्र अचि इति सप्तम्यन्तं पदं विद्यते अतः अनेन सूत्रेण इकवर्णस्य उक्तः यणादेशः तदा एव भवति यदा सः इकवर्णः अच्वर्णात् अव्यवहितपूर्वः वर्तते अव्यवहित इत्युक्ते किं महोदय इदानीमेव व्यवधानम् अत्र कार्यम् अस्तु अस्तु यथा मधु प्लस् अरिः इत्यत्र धकारोत्तरः उकारः इकवर्णः सः च अरि इत्यस्य अच्वर्णात् अव्यवहितरूपेण पूर्वः विद्यते अतः अस्य इको यणचि इत्यनेन यणादेश अवश्यं सम्भवति प्रक्रिया इयम् अत्रैव स्पष्टतया भवन्ति खलु मधु इति अस्य इक् वर्णः इ उ रु अस्ति मधु इ उ अनन्तरम् अत्र अरिः इति अस्ति एतत् अरिः अच्वर्णात् अव्यवहितपूर्वः भवति यत् उकारः इदानीम् उकारः इक् वर्णः अरि इत्यस्य अच्वर्णात् अव्यवहितस्य पूर्वः विद्यते पूर्वमेव उकारः भवति अतः अस्य इको यनचि इत्यनेन यनादेशः अवश्यं सम्भवति अतः उकारस्य स्थाने इतोपि स्पष्टतया अस्ति एव मधोः अरिः एतदपि उदाहरणरूपेण पठतु मधोः अरिः इति षष्ठी तत्पुरुषः मधोः इति अस्ति खलु एतत् षष्ठी एव मधोः पञ्चमी अपि मधोः एव पञ्चमी अपि मधोः षष्ठी अपि मधोः परन्तु मधोः अरिः एव अरिः इत्युक्ते किम् अरिः शत्रुः उत्तमं शत्रुः एव अग्रे पठतु मधु अरि कृतदित्तसमासाश्च कृतदित्तसमासाश्च इति प्रातिपदिकसंज्ञा सुपो धातु प्रातिपदिकयोः इति विभक्तिप्रत्ययलोपः तो प्रथम अत्र विभक्ति किं लोपः भवति मधोः इति षष्ठी अस्ति खलु एतत् अत्र सुपुधातुप्रातिपदिकयोः इत्यनेन सुप् लुक् भवति मदोः अत्र किं भवति न्यस् भवति खलु सु औजस् अमौट् शस् टाभ्यां व्यस् नसिभ्यां व्यस् नेभ्यां व्यस् नसिभ्यां व्यस् न्यस् ओस् आम् नस् अस्ति सस्ति मधु योगक न्यस् योगक अरिः अत्र सुपोधातप्रातिपदिकयोः इत्यनेन विभक्तिः लोपः भवति न्यस् इति षष्ठी विभक्ति एकवचनं लोपः भवति अतः तत्र मद् योगः उकारस्य स्थाने वकारः भवति किं भवति इको एनचि इत्यनेन आदेशः भवति योगः वकारः योगः हरि दकार उत्तरवर्ती अत्र उकारस्य अव्यवहिते अचि परे अत्र आवृतं भवति अत्र किमपि अत्र समीचीनतया न उक्तम् अव्यवहिते अचि परे इको एनचि इति यनादेशः अतः तत्र योजनेन मध्वरि इति भवति एतदेव तस्मिन् इति निर्दिष्टे पूर्वस्य पूर्वस्य एव कार्यम् अत्र मधु इति उकारः पूर्वमेव भवति खलु अत्र अव्यवहित इत्युक्ते बाधारहितः बाधा नास्ति स्ट्रेट् अस्तु महोदय एतदेव अनन्तरं तस्मात् 1167 अस्ति अत्र पञ्चमीविषये तस्मात् इति उत्तरस्य उत्तरस्य इत्युक्ते परम् एव कार्यं सो पञ्चमी तस्मात् इति निर्दिश्य अत्र भवान् एव पठतु सूत्रेषु पञ्चमीविभक्तेः साहाय्येन यस्य शब्दस्य उल्लेखः क्रियते तस्मात् अव्यवहितस्य परस्य कार्यं भवति सप्तमी अस्ति परं पूर्वम् पञ्चमी अस्ति परम् इदानीम् अत्र इदानीं तस्मै योगः हितम् अत्र उदाहरणं कुत्र अस्ति महोदय पूर्णिमाप्रकाश न पठितुं शक्यते अनुल् महोदय गोदमल् पठितुं शक्यते वा गोदमल् अस्ति वा अस्ति इति अस्तु अन्तलक्ष्मी पठतु तस्मै इदम् अहं पठामि तस्मै इदं चतुर्थी हलो तदर्थार्थ बलिहित एकनिमिषम् अत्र समीचीनतया अत्र तदर्थार्थ इदानीं पठतु चतुर्थी चतुर्थी तदर्थ तदर्थ तदर्थ अर्थ बलि हित सुख रक्षितैः तदर्थम् अर्थ बलि हित सुख रक्षितैः एतत् सर्वाणि धातुः सन्ति खलु पदमस्ति तदर्थ अर्थ बलि हित सुख रक्षितैः सर्वत्र चतुर्थी एव भवति इदानीं पठतु सोलुङ्ग गोदमाल् वदतु इदानीं पठतु आनन्दलक्ष्मी तस्मै हितं चतुर्थी तदर्थ अर्थ बलिहित सुखरक्षितैः इति चतुर्थी तत्पुरुषसमासः तद् इति कृत्तद्विधसमासश्च इति प्रातिपदिकसंज्ञा प्रातिपदिकसंज्ञा सुपोधातुप्रति प्रतिपा प्रतिपदिकयोः एकनिमिषं सुपोधातु प्रातिपदिकयोः पूर्वमेव मया पठितं तत्समये एतत् समीचीनतया शृणोतु सुपोधातु प्रातिपदिकयोः प्रातिपदिकयोः प्रातिपदिकं जानाति खलु किं प्रातिपदिकम् इत्युक्ते अकारान्तः पुल्लिङ्गः रामशब्दः राम इति पदम् सुपोधातु प्रातिपदिकयोः इति सुप् प्रत्ययस्य लुप् लुप् लुक् भवति लोपः भवति तस्मै इति चतुर्थीविभक्ति एकवचनं परन्तु सुपोधातु प्रातिपदिकयोः इत्यनेन अत्र चतुर्थीविभक्ति एकवचनं किम् सु औजस् अमौ टशस् ताभ्यां व्यस् ज्ञेभ्यां व्यस् ज्ञे एव अत्र लुप्तः भवति एतदेव तस्मै खलु जानाति वा पठतु इदानीं सु औजस् अम् औषस् ताभ्यां बिस् ञे भ्यां बस् एव चतुर्थी एकवचनं एव मया पृष्टम् अत्र एकवचनं किं ज्ञे एव अत्र इदानीं तस्मै इति अस्ति तत्र ज्ञे इति प्रत्ययः सुपो धातुप्रातिपदिकयोः इत्यनेन लुप्यते अतः तत्र तद् एव तिष्ठति तद्योगः हित इना इदानीं दकारात् नैवर्णात् अव्यवहितस्य रूपेण परः यः हकारः अस्ति जयोहोन्यतरस्यां पूर्वमेव मया उक्तं जयोहोन्यतरस्याम् इत्युक्ते अकारस्य सदृशतमवर्णः किं भवति दकारः अस्ति खलु दकारस्य सदृशतमवर्णः हकारः अस्ति जयोहोन्यतरस्यां किञ्चित् स्मर्तव्यम् एतत् विषये मया उक्तं खलु पूर्वमेव अनिल् महोदय पूर्णिमाप्रकाश् पूर्वं मया एतत् विषये जयोहोन्यतरस्यां पठितं खलु भवति वा स्मरं न स्मरामि महोदय परन्तु ऐ थिङ्क् वि आर् रेड् इदानीं पठतु इदानीं पश्यतु जयवर्णात् परस्य हकारस्य विकल्पेन पूर्वसवर्णः वर्गचतुर्थः आदेशः भवति इदानीं स्मरणं भवति वा अत्र वाग्हरि हरि इति अकारः अस्ति परन्तु जयोहोन्यतरस्यम् अकारस्य सदृशसमवर्णः घकारः भवति चतुर्थवर्णः भवति पूर्वमेव मया एतत् विषये श्रुतमेव प्रथमं वाच्य अस्ति अनन्तरं चोः कुः इत्यनेन चकारस्य स्थाने कुत्वं भवति वाक् इति अनन्तरं जलां जशौन्ति इत्यनेन तृतीयवर्णः वन् त्री तृतीयवर्णः भवति वाक् इति अनन्तरं हरि इति अस्ति चतुर्थवर्णः तत् स्थाने जयोहोन्यतरस्याम् इत्यनेन अकारस्य स्थाने सदृशतमवर्णः घकारः भवति मया एतत् विषये एतत् वर्गः मया आरब्धं तत् समये एव एतत् स्वीकृतं मया इदानीं स्मरणं भवति वा पूर्णिमाप्रकाश पूर्णिमाप्रकाश जानाति एव अनन्तरम् अनिल् महोदय एव तत् समये आगतवन्तः आगतवन्तौ अस्तु इदानीं तादृशमेव अत्र ञे इत्यस्य तस्मै इत्यस्य ञे इति सुपोधातु प्रातिपदिकयोः इत्यनेन लुप्तः भवति. ज्ञेभ्याभ्यस्य इत्यनेन चतुर्थविभक्ति अत्र लुप्तः भवति. इदानीमत्र 1167 तस्मात् इति उत्तरस्य सूत्रेषु पञ्चमीविभक्तेः साहाय्येन यस्य शब्दस्य उल्लेखः क्रियते तस्मात् अव्यहितस्य परस्य कार्यं भवति. इदानीं पश्यतु अत्र तद् हित इति भवति खलु. इदानीम् अत्र हकारस्य स्थाने सदृशतमवर्णः दकारात् जैवर्णात् अव्यविहितस्य रूपेण परः यः अकारः जयोः नेतरस्याम् इत्यनेन विकल्पेन अतः एव अत्र तद्धितम् इति भवति. तद् हितमेव एतत् तस्मै हितम् इति भवति चतुर्थीविभक्तिः भवति परन्तु अन्ते किं भवति तद्धितम् इति भवति. केन सूत्रेण जयोहोन्यतरस्याम् इत्यनेन यत् तृतीयवर्णः सूचयति अकारस्य स्थाने सदृशतमवर्णः चतुर्थवर्णः भवति. तद्धितं किम् अस्ति अत्र अपत्यविषये आगच्छति. वैनतेयः विनतायाः अपत्यं पुमान् वैनतेयः एतत् तद्धितम् अस्ति. तद्धितम् इत्युक्ते पूर्वम् एतत् पदं किं भवति तस्मै हितम्. हा उत्तमं तस्मै हितम् एव एतदेव तस्मै हितं सुपोधातु प्रातिपदिकयोः इत्यनेन ञे इत्यस्य सुपुलुकु भवति. सुप् एव खलु इदानीं ने इदानीम् अन्तलक्ष्मी पठितवती खलु ने विभक्तिश्च इत्यनेन अत्र आम् ने इति लुक् ज्ञेभ्यां भ्यस् एतत् न अत्र समीचीनतया न खलु. अत्र चतुर्थीविभक्ति एकवचनम् एव मया पृष्टं व्याम्भ्यस् एतत् कार्यम् अत्र नास्ति. ज्ञे एव अत्र सुप् एतत् सर्वाणि पदानि सुप् अस्ति. सुप् किं सुप् प्रत्यय सु औ जस् अमौट् षस् टाभ्याभ्यस् ज्ञेभ्याम्भ्यस् ञसिभ्याम्भ्यस् ञस् ओस् आं षष्टि नी ओस् सुप् अनन्तरमेव सुप् भवति. अतः सु पकारः सु औजस् सु अस्ति पकारः अस्ति अतः एव मिलित्वा यदा तिङ् इति अस्ति सिप् तस् जि सिप् तस्त मिप् वस्मस् त आतां ज्व महि इडुवहि महीङ् अस्ति अतः एव तिङ् इति अस्ति. तादृशमेव अत्र सुप् इति अस्ति सु प्रथमवर्णः पकारः सुप् इति अन्ते अस्ति. एतत् मेलनेन एव एतत् सुमेलनम् अनन्तरं पकारः मेलनम् अतः एव सुप् इति अन्ते भवति. इदानीं ज्ञे इति तस्मै इत्यनेन ज्ञ चतुर्थीविभक्ति एकवचनम् अत्र लुप्यते. किं कारणेन किं सूत्रेण वदतु. विभक्ति सुपोधातु प्रातिपदिकयोः इत्यनेनैव लुप्यते खलु. इदानीमेव पठितम् तत्र पश्यतु तद् हित कृत् तद्धितसमासा च इति प्रातिपदिकसंज्ञा भवति तद् हित अनन्तरम् अत्र तस्मै इति ज्ञे अस्ति ज्ञे एव किमर्थं ज्ञे स्मै ओ कि ओ एतत् ज्ञे अस्ति स्मै अत्र पश्यतु सर्वयोगः स्मै सर्वनाम्नः स्मै इति भवति ज्ञे इत्यस्य स्मै आदेशः भवति किमर्थम् अत्र तस्मै इति भवति खलु किमर्थं तस्मै अत्र ज्ञे एव अस्ति परन्तु एतत् सूत्रेण एव सर्वनाम्नः स्मै इत्यनेन एव ज्ञे इत्यस्य स्मै आदेशः भवति अतः तस्मै इति भवति इदानीम् अवगन्तुं शक्यते खलु आं महोदय बहु सम्यक् सूत्रम् एतत् तस्मै किमर्थम् अत्र ज्ञे एव अस्ति कुतः आगच्छति एतत् सूत्रेण एव अत्र सर्वत्र एतत् लेखनीयमेव तत्र कारणात् एव सर्व सर्वनाम तस्मै इदानीं ज्ञे इत्यस्य स्मै आदेशः भवति इदानीं तदपि सुपोधातु प्रातिपदिकयोः इत्यनेन एतदपि लुप्यते खलु इदानीं पश्यतु सुपोधातु प्रातिपदिकयोः अत्र ज्ञे अस्ति ज्ञेयमेव स्मै भवति इदानीं तत् स्मै इति अपगच्छति अतः तद् एव एतत् शब्दं तु तद् एव खलु तद् एव तस्मै इति भवति प्रातिपदिकं तद् एव इदानीं तद् योगः हित इति भवति एतत् अनन्तरं तत्र हकारस्य स्थाने चतुर्थवर्णः चतुर्थवर्णः भवति जयोहोन्यतरस्याम् एतत् बहु समीचीनं संस्कृतं यत्र पठितुम् इच्छति अत्र किञ्चित् क्यूरियासिटि आगच्छति ओ एतत् सूत्रेण एव एतत् आगच्छति वा एतत् सूत्रेण एव आगच्छति वा 21/7 इति अत्र मैथ्स् मध्ये 2² / 2² / 8² एतत् सर्वम् आगच्छति परन्तु अत्र किञ्चित् छात्राः एव मैथ्स् विषये बहु गणितविषये बहुत् किं बहु अत्र अपेक्षा अस्ति तादृशमेव संस्कृतभाषायामपि बहु उन्नतकार्यम् अभवत् एव तस्मै महोदय एकः प्रश्नः अस्ति तद्धितप्रत्ययः तु लैक् अपत्यं पुमान् इत्यादः तत् नाम तस्मै हितं किमर्थं नाम इति पदं नास्ति नाम एव विसर्गं न विसर्गं न स्थापनीयं नाम तस्मै हितं रेलेवेन्स् कः मतलब् तस्मै हितं तद्धितप्रत्यय तस्मै विश्वनाथशर्मा इति एकः बहु पण्डितः अस्ति तस्मै हितं हितोपदेशम् इति लिखितवान् हितोपदेशम् इत्युक्ते अन्येषां कृते यत् हितरूपेण कार्यं करोति अनन्तरम् उपदेशं करोति एतदेव तस्मै इदम् परेषां कृते परेषां कृते यत् उपदेशं हितरूपेण भवितव्यं हितरूपेण एतदपि अहिंसारूपेण हिंसारूपेण नास्ति हिंसारूपेण नास्ति अहिंसारूपेण यत् हितं हितम् इत्युक्ते अस्माकं कृते किं कुशलं कार्यं सुखकार्यं यः उक्तवान् यः वदति सः एव हितकार्यं भवति तस्मै हितम् इति हित इत्युक्ते उपकारः हितम् इत्युक्ते सुखकार्यं सुखकार्येण यत् वदति एतदेव हितम्। हितरूपेण वक्तव्यं, हितमित्युक्ते अहिंसारूपेण वक्तव्यं न हिंसारूपेण हितं। बालकः सम्यक्तया न पठति, अहम् अत्र गच्छन् अस्मि, गच्छन्ती अस्मि, अनन्तरं वदामि बाल अत्र पश्यतु, किञ्चित् कालानन्तरं सम्यक्तया पठति चेत् बृहत् अत्र किम् अस्ति, अत्र धनं स्वीकरणार्थं कार्यं भवन्ति, अनन्तरं पत्नी अपि आगच्छति, अनन्तरं शिशवः अपि सन्ति, एतत् किमर्थं भवति चेत् समीचीनतया पठनीयमेव, अनन्तरमेव कार्यं सम्यक्तया भवति अग्रिम वयसि इति हितरूपेण वक्तव्यं खलु, हिंसारूपेण वक्तव्यम्। एतदेव हितं, तस्मै हितं, तदा तद्धितम् इति भवति। तद्धितप्रत्ययः हितं करोति, हितं करोति, हितं करोति। अस्तु, इदानीं एषु लकारेषु अत्र भवानेव पठतु, इदं गोदमल् पठितुं शक्यते वा? एषु लकारेषु, एषु लकारेषु, एषु लकारेषु, एकनिमिषम् एकनिमिषं, मन्दमन्दरूपेण पठतु, दोषाः न सन्ति एव, मन्दरूपेण पठतु। एष लकारेषु कर्तर्ते कर्ता रिप् शप् इत्यनेन शबादयः विकारप्रत्ययाः आनयन्ते, तेषु तिङन्तपदेषु गणीयभेदः वर्तते। अनेन दश धातुगणाः निष्पद्यन्ते व्यवादिः इत्यस्मात् आरम्भ्य चुरादिपर्यन्तम् अत्र सर्वधातुकलाकारः इत्यसुच्यते। एषु लकारेषु कर्तृते कर्तरि शप् भवति, कर्तृते एव कर्तरि शप् भवति, शप् आदयः, शप् आदयः, शप् इति शप् आदयः किं किं सूचयति अत्र, अत्र पश्यतु, शप् आदयः अधिप्रभुक्तिभ्यः शपः जुहोत्यादि स्लु, एतत् सर्वम् आदि इति भवति, शन् स्नु सः स्नम् उः स्ना शप् एतत् सर्वाणि पदानि आगच्छति। शप् आदयः, शप् आदयः, शबादयः, अत्र प्रथमवर्णस्य स्थाने तृतीयवर्णः आगच्छति किं सूत्रेण? जलाञ्जशौन्दे, उत्तमं, जलाञ्जशौन्दे इत्यनेन विघ्नप्रत्ययाः आनीयन्ते, तेषु तिङन्तपदेषु गणीयभेदः वर्तते। इदानीं गणीयभेदः, गणभेदः अस्ति खलु इत्र, गणभेदः अधिप्रभृतिभ्यः तु द्वितीयगणः, अदादिगणः, जुहोत्यादिगणः, दिवादिगणयः, स्वादिगणयः, तत्र भेदः भवन्ति खलु, शपः श्लूष्यन् स्नम् एतद् भेदः भवन्ति एव। इदानीं तेषु तिङन्तपदेषु शप् न भवन्ति, स्थाने इडागमः विचारः, अत्र अर्धधातुकलकारः इति उच्यते, अर्धधातुकलकारः पूर्वमेव मया उक्तं, यत्र च लट् लोट् लङ् विधिलिङ्ग् भवति सार्वधातुकलकाराः, लिट् लृट् लृङ् लुट् लुङ् आशीर्लिङ्ग् एतत् सर्वाणि अर्धधातुकलकाराः इति भवन्ति, अनेन चत्वारः सार्वधातुकलकाराः भवन्ति, षट् च अर्धधातुकलकाराः भवन्ति। एतत् समासः, इतः पर्यन्तं क्लेशः अस्ति वा, प्रश्नः अस्ति वा, पृच्छतु महोदय। एकः प्रश्नः अस्ति, तत् तु वेदेषु लेट् लकार अपि अस्ति. सो लेट् लकार सार्वधातुकलकार वा अर्धधातुकलकार? लेट् इदानीं प्रश्नः मास्तु. लेट् वेदे एव भवन्ति, तत् स्थाने एव आशीर्लिङ्ग् भवति. पूर्णतया लेट् आगत्य एव दशलकारः सन्ति, परन्तु लेट् स्थाने एव वेदाः भवन्ति. किं किम् अस्ति चेत् आशीर्लिङ्ग् विधिलिङ्ग् इति द्वे स्वीकृत्य एव दशलकारः भवन्ति. वेट् अत्र त्यजतु. लेट् उपरि लेट् लेट् त्यजतु, लेट् त्यजतु, वेदे एव भवन्ति. तत् स्थाने एतत् आगत्य एव लेट् आगत्य एव दशलकाराः सन्ति. लेट् त्यजतु, तत् स्थाने एव लिङ् इति आचिलिङ्ग् विधिलिङ्ग् इति द्वे आगच्छति, द्वे स्तः, अतः एव दशगणीयाः सन्ति आगत्य. इतोपि प्रश्नः अस्ति वा? अन्य कोऽपि? अन्य कोऽपि? अनिल् महोदय, समाधानम् अभवत् वा? लेट् त्यजतु इति मया उक्तं. किमर्थं चेत् एतत् वेदे एव भवन्ति. सो वेदे अष्टाध्यायीसूत्रं न अप्लिकेबल्? आम्, एतत् ऋषिमुनिः साधवः सर्वाणि अत्र एतत् प्रयोगं कृतवन्तः. ऋषिः इत्युक्ते अर्थं किम्? वेदः एव. ऋषिः इस् ईक्वल् टु वेदः. सो वेदम् इस् ईक्वल् टु ऋषिः. सो अत्र लेट् इति वेदे एव भवन्ति. अत्र किञ्चित् त्यजतु, एतत् विषये किमपि नास्ति एव. इदानीं तिंशिद् लकाराणां समग्रदृष्टिः अत्र किम् अभवत्? इदानीं सार्वधातुकलकाराः अर्धधातुकलकाराः इति अधिकचिन्तनं किं किं भवति इति पश्येम. चतुर्थभागः अन्तलक्ष्मी पठतु. अन्तलक्ष्मी अस्ति वा? अन्तलक्ष्मी, एकनिमिषम्. कार्यं साक्षात् साक्षात् पूर्वं परं च. एकनिमिषम्, द्रष्टुं न शक्यते वा? पठतु पठतु पठतु. सार्वधातुक लकाराः आर्थधातुक लकाराः च अधिकचिन्तनम् अधिकचिन्तनम् अग्रे पठतु. ध्वनिमुद्राणि सार्वधातुकम् एतत् पाठविषये नास्ति. अत्र प्रथमबिन्दुः सार्वधातुकम् अर्धधातुकम् इति नाम. सार्वधातुकम् आर्थधातुकम् इति नामद्वयं कुतः कुतः आगतम्? आगतम् अष्टाध्याय्यां च द्वयोः नाम्नोः कीदृश व्यवहारः. अत्र कार्यं किं भवति? सार्वधातुकमस्ति, आर्धधातुकमस्ति, किमर्थम् अत्र नामद्वयम् आगतम्? सार्वधातुकम् आर्धधातुकमिति नामद्वयं वस्तुतः पाणिनिना एव दत्तं. नामकरणं भवति द्वाभ्यां संज्ञासूत्राभ्यां. तिङ्क्षित् सार्वधातुकम् आर्धधातुकं शेषः. तिङ् यत्र भवति, शित् यत्र भवति, तत्र एव सार्वधातुकं भवति. यत्र तिङ् अपि नास्ति, शित् अपि नास्ति, तत्र आर्धधातुकं शेषः इति भवति. इमे द्वे नामनि केषां भवतः? अत्र अनिल् महोदय पठतु. यत् तिङ् च सित् च भवति तस्य नाम सार्वधातुकम्, अपि च यत् तिङ् सित् च नास्ति तस्य नाम आर्धधातुकम्. अस्तु, किन्तु यत् नाम किम्? कस्य नाम भवति सार्वधातुकं पुनः कस्य आर्धधातुकम्? अस्य प्रश्नस्य उत्तरार्थम् उपरितनसूत्रद्वयं कस्मिन् अध्याये इति द्रष्टव्यम्। द्वे अपि सूत्रे तृतीयाध्याये अस्मिन् अध्याये केषां सूत्राणाम् अधिकारः प्रत्ययः? त्रीणि सूत्राणि अधिकारः अस्ति, प्रत्ययः, परस्य, धातोः। तो प्रत्ययः तृतीयपादे, तृतीयाध्याये प्रथमपादे प्रथमं सूत्रं, परस्य तृतीयाध्याये प्रथमपादे द्वितीयसूत्रं, धातोः तृतीयाध्याये प्रथमपादे एकनवतिः सूत्रम्। सो प्रत्ययसूत्रं तृतीय अध्याये प्रथमपादे प्रथमं सूत्रम् आरभ्य पञ्चमम् अध्याये चतुर्थपादे षष्ट्यधिकशतं सूत्रपर्यन्तम् अधिकारः अस्ति। प्रत्ययः, प्रत्ययः इति अधिकारः, प्रत्ययः इति अधिकारः। परश्च तृतीय अध्याये प्रथमपादे प्रथमं सूत्रम् अत्रैव भवन्ति खलु, प्रत्ययः परश्च द्वयोः सम्बन्धः अत्रैव भवति। हा हा, समान समान एव, समान एव। धातोः तृतीय अध्याये प्रथमपाद पाद एकनवतिः आरभ्य तृतीयपाद अध्याये चतुर्थपादे सप्तदश अधिक शतं सूत्रपर्यन्तम्, एकशतं सूत्रं पर्यन्तं धातोः तत् स्थाने एव भवन्ति। अत्र किमर्थं यत् नाम किं नाम भवति सार्वधातुकं पुनः कस्य कस्य आर्य आर्धधातुकम्? अत्र प्रश्नस्य उत्तरं तिंशित् सार्वधातुकम् आर्धधातुकं शेषः इत्यनेनैव सार्वधातुकं भवन्ति आर्धधातुकं भवन्ति तावदेव। अत्र द्वे नामानि नामनि केषां भवतः अत्र किं भवति चेत् प्रत्ययः परच्य धातोः इति अधिकारे एव एतत् सर्वाणि कार्यं भवति। प्रत्ययः स्वौजसमौषत् सिप्तस्थिप्तस्त एतत् सर्वाणि प्रत्ययः तत्र एव भवन्ति। अनन्तरम् आर्धधातुकं शेषः अपि तत्र एव भवति, विशेषरूपेण स्या इति स्वीकुर्मः चेत् भविष्यति इति आगच्छति। अनन्तरं तास् भवति, लुट् भविता भवितारौ भवितारः, एतत् सर्वाणि प्रत्ययः। अनन्तरं परश्च अधिकारः, परश्च परकार्यं किं किं भवति इति, अनन्तरं धातोः धातु कुत्र कुत्र भवन्ति तत् विषये किम् अधिकारः भवति। अग्रे भवान् एव पठतु। एभिः अधिकारसूत्रैः अवगच्छामः यत् तृतीयाध्याये यस्य कस्यापि विधानं भवति सः धातुभ्यः विधीयते, अपि च तस्य नाम प्रत्ययः, अतः सार्वधातुकं च आर्धधातुकं च इति प्रत्ययस्य नाम। तादृशः च प्रत्ययः यः धातुभ्यः विधीयते। अनेन उत्तरं प्राप्तम्। अष्टाध्याय्यां सार्वधातुकं च आर्धधातुकं च प्रत्ययानाम् एव नाम। सार्वधातुकम् आर्धधातुकम् इति स्वीकुर्मः चेत् एतत् प्रत्ययानां नाम एव। किञ्चित् अत्र वक्तव्यं मया, कृपया अस्माकं कृते एकघण्टापर्यन्तमेव वर्गः चलन्ति, अतः कृपया सार्धषड्वादने आगन्तुं प्रयत्नं करोतु, समयः जातः, अतः प्रयत्नं करोतु समीचीनतया आगन्तव्यम् इति। अस्तु, अत्र अधिकारसूत्रैः एव अवगच्छेम एतत् सार्वधातुकमस्ति वा आर्धधातुकमस्ति वा इति। प्रत्ययस्य नाम प्रत्ययः यः धातुभ्यः विधीयते, इदानीं पट् धातुः स्या प्रत्ययं योजनेन किं भवति, पठिष्यति, ईडाहमः श्रूयते अत्र, पठिष्यति इति भवति। तास् स्यतासि लुटोः इति गतवर्गे गततृतीय पाठी एतत् सर्वम् अभवत् एव, स्यतासि लुटोः इत्यनेन अत्र आर्धधातुकं भवन्ति। सार्वधातुकुः सार्वधातुः नाम कः, आर्धधातुकः आर्धधातुकधातुः नाम कः? अत्र गोदामल् पठतु. गोदामल् अस्ति वा, गतवती वा? सर्वधातुकप्रत्ययः नाम कः? अर्धधातुकप्रत्ययः नाम कः? यः प्रत्ययः धातुभ्यः विधीयते अपि च नथिङ्ग् न वर्षित् अस्ति स च अर्धधातुकप्रत्ययः. अर्धधातुकं शेषः इति सूत्रम् अत्र इदानीमेव दृष्टवन्तः. यत्र तिङ् अस्ति षित् अस्ति एतत् सार्वधातुकमस्ति. यत्र शेषः तिङ् नास्ति षित् नास्ति एतदेव अर्धधातुकं शेषः इति भवति. अत्र सार्वधातुकलकाराः इत्युक्ते किम्? अग्रे विवरणरूपेण इतोपि किञ्चित् आगच्छति, अग्रे पश्येम. इदानीम् अन्तिमश्लोकम् अन्तलक्ष्मी पठतु. ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विना अधीतमस्तु मा विद्युषावहै. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः, धन्यवादः. अग्रिमवर्गे एतत् किञ्चित् षड् सार्धवादने आगन्तव्यं. किञ्चित् अत्र भवद्भिः प्रयत्नं करोतु. अनन्तरं गोदामा पाठविषये किञ्चित् गृहपाठरूपेण गृहे एव पठतु. अत्र सावधानतया अनन्तरम् अत्र सुलभतया आगच्छति एव पठनार्थं. सर्वेभ्यः नमस्कारः, धन्यवादः, शुभदिनम्.